गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं गते वर्गे विशेषः इति पदार्थः सप्तपदार्थेषु अन्यतमः द्रव्यगुणकर्मसामान्यविशेष इति पञ्चमपदार्थः तस्मिन् विषये तस्य निरूपणस्य आरम्भः कृतः तत्र नित्यद्रव्यवृत्तयः व्यावर्तकाः विशेषाः इति लक्षणं मूलग्रन्थकारेण उक्तमस्ति तत्र इदानीं दलसार्थक्यं जायमानमस्ति तत्र प्रथमं नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति किञ्चित् परिष्कृत्य त्रीणि दलानि स्वीकृतानि अस्तु अत्र किं न्यायचिन्तनम् इति स्प्रेड्शीट् तत्र विशेषलक्षणे दलसार्थक्यम् इति शीट् तत् सर्वेषां पुरतः स्यात् स्वामी महोदय अस्ति किं भवतः पुरतः स्वामिमहोदय किम् उद्घाटयामि इदानीम् अस्तु अस्तु हा कृपया नो चेत् अत्र किञ्चित् क्लिष्टकरं भवति आम् अस्तु नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलत्रयं मूलग्रन्थकारेण एवं न उक्तं नित्यद्रव्यवृत्तयः इति एव उक्तं किन्तु तत्र मात्रपदम् आसीत् इति मत्वा यथा चक्षुर्मात्रग्राह्योगुणः रूपम् इत्यत्र चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपम् इति लक्षणं कृतम् एवम् अत्र नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इत्युक्ते नित्यद्रव्येषु अनित्यद्रव्येषु न भवेत् नित्यद्रव्येषु भवेत् अपि च तेन व्यावर्तनम् अपि साधनीयम् इति चेत् सः एव विशेषः इति लक्षणम् इदानीं दलसार्थक्यं तत्र नित्य इतर अवृत्तित्वम् इति दलं त्यजामश्चेत् गन्धे अतिव्याप्तिः भवति अभावत्वे अतिव्याप्तिः भवति इति उक्तं किमर्थं गन्धे अतिव्याप्तिः भवति इति चेत् नित्य इतरं किं घटः घटः तु अनित्यः अतः नित्य इतरः अस्ति घटः तर्हि नित्य इतरघटवृत्तित्वं गन्धे अस्ति इत्युक्ते गन्धः घटे अस्ति इति कृत्वा नित्य इतरघटवृत्तित्वं गन्धे अस्ति न अवृत्तित्वम् इति कृत्वा नित्य इतर एकनिमिषं नित्य इतरघटवृत्तित्वं गन्धे न अवृत्तित्वम् इति कृत्वा यदि एतद् दलं त्यजामः गन्धः नित्यपार्थिवपरमाणौ वर्तते अपि च तत्र अन्येभ्यः द्रव्येभ्यः व्यावर्तनमपि करोति गन्धः इति कृत्वा नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् गन्धे अतिव्याप्तिः भवति तर्हि तन्निवारणार्थं नित्य इतर अवृत्तित्वम् इति दलं योजनीयं योजयामश्चेत् नित्य इतरघटवृत्तित्वमेव गन्धे अस्ति न अवृत्तित्वम् इति कृत्वा लक्षणात् बहिः गच्छति गन्धः एवम् अभावत्वं नित्य इतर प्राक् प्रध्वंस अभाववृत्तित्वम् अभावत्वे अस्ति प्रध्वंस अभावः अपि अभावः प्रागभावः अपि अभावः इति कृत्वा उभयत्र अभावत्वं वर्तते किन्तु उभयमपि नित्यं नास्ति इति कृत्वा नित्य इतर अवृत्तित्वम् इति दलं योजयामश्चेत् अभावत्वे जायमान अतिव्याप्तिः अपगच्छति तर्हि नित्य इतर अवृत्तित्वम् इति दलम् आवश्यकम् इति आगतम् तदनन्तरम् इदानीं नित्यवृत्तित्वम् इति दलम् आवश्यकं वा इति प्रश्नः उदितः किमर्थं प्रश्नः उदितः इति चेत् नित्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् तथापि विशेष विशेषः इति पदार्थे एव लक्षणं लक्षणसमन्वयः भवति. गन्धेन भवति, अभावत्वेन भवति इति कृत्वा नित्यवृत्तित्वम् इति दलं त्यक्तुं शक्यते इति चिन्तनं. तत्र यदि अत्र समवायत्वम् इति स्वीकरोति पूर्वपक्षी, समवायत्वम् इति स्वीकरोति, तर्हि समवायत्वम् इति धर्मे नित्य इतर अवृत्तित्वम् अस्ति, नित्य इतर घट अवृत्तित्वम् अस्ति समवायत्वे. नित्यवृत्तित्वमपि अस्ति, समवायः इति नित्यः इति कृत्वा नित्यसमवायवृत्तित्वमपि अस्ति, व्यावर्तकमपि व्यावर्तकत्वमपि अस्ति. समवायः इतरभेदत्व इतरभेदवान् समवायत्वात् इति हेतुः इति कृत्वा व्यावर्तकत्वम् अस्ति इति कृत्वा नित्यवृत्तित्वम् अपि दलम् आवश्यकम् इति वदति चेत् पूर्वपक्षी तन्न आवश्यकम्. किमर्थम् इति चेत् न अत्र किञ्चित् दोषेन मया उक्तमस्ति. नित्य इतर अवृत्तित्वं, नित्यवृत्तित्वं, व्यावर्तकत्वम् इति दलत्रयम् इदानीं स्वीकुर्मश्चेत् समवायत्वे अतिव्याप्तिः भवति, समवायत्वे अतिव्याप्तिः भवति. किमर्थमिति चेत् यथा मया इदानीं निरूपितं, नित्य इतरघट अवृत्तित्वं समवायत्वे वर्तते, नित्यसमवायवृत्तित्वमपि समवायत्वे वर्तते, समवायः इतरभेदवान् समवायत्वात् इति हेतुः अस्ति, व्यावर्तकत्वमस्ति इति कृत्वा समवायत्वे एतद् लक्षणं पतति. यद्यपि दलत्रयं वर्तते किन्तु अत्र दलस्य स्वरूपं दृष्ट्वा समवायत्वे समन्वयः भवति, दलसार्थक्यं भवति इति कृत्वा किं कर्तव्यं, द्रव्य इति विशेषणं संयोज्य लक्षणपरिष्कारः कर्तव्यः. नित्यवृत्तित्वम् इति दलं त्यक्तुं शक्यते, द्रव्य इति दलं योजयामश्चेत् नित्यवृत्तित्वम् इति दलं त्यक्तुं शक्यते. तर्हि इदानीं किं जातं, नित्यद्रव्य इतर अवृत्तित्वं, नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् समवायत्वे जायमान अतिव्याप्तिः अपगच्छति. गन्धे अपि अतिव्याप्तिः न भवति, अभावत्वे अपि न अतिव्याप्तिः भवति, केवलं विशेषे एव लक्षणसमन्वयः भवति. कथम् इति चेत् नित्यद्रव्य इतरावृत्तित्वम् इति स्वीकुर्मः. तर्हि इदानीं नित्य द्रव्य इतर इत्युक्ते नित्यमपि भवेत् तद्द्रव्यमपि भवेत्, तत् नित्यद्रव्यम्, नित्यञ्च तद्द्रव्यं च नित्यद्रव्यम्, तस्मात् इतरः इतराः अन्ये द्रव्याः अन्यानि द्रव्याणि. तर्हि नित्यद्रव्य इतर इति वदामश्चेत् अन्य अष्ट नव अष्ट द्रव्येषु द्रव्याणि भवन्ति, नित्यद्रव्य इतराणि, तेषु समवायत्वम् इत्यस्य वृत्तित्वं नास्ति. समवायत्वं तु समवाये एव अस्ति न तु द्रव्येषु इति कृत्वा नित्यद्रव्य इतरावृत्तित्वम् इति वदामश्चेत् समवायत्वे लक्षणं न पतति. नित्यवृत्तित्वम् इति वदामश्चेत् नित्यवृत्तित्वम् इति वदामश्चेत् क्लेशः नास्ति, व्यावर्तकत्वमपि अस्ति इति कृत्वा नित्यद्रव्य इतरावृत्तित्वे सति व्यावर्तकत्वम् इति लक्षणम् इदानीं जातम्. किन्तु इदानीं पूर्वपक्षी वदति परमाणुगन्धे अतिव्याप्तिः भवति इति, कथम् इति पश्येम. नित्यद्रव्य इतर अवृत्तित्वं, परमाणुगन्धः, गन्धः इति सामान्यमस्ति, तत्र परमाणुगन्धः नाम किम् इति चेत् परमाणुषु विद्यमानगन्धः परमाणुगन्धः इति नाम. यदा द्यणुकं जायते, त्रिणुकं जायते, अथवा घटः जायते, तदा घटे विद्यमानगन्धस्य नाम अस्ति घटगन्धः, न तु परमाणुगन्धः. तर्हि अत्र परमाणु इति विशेषणं गन्धस्य स्वीकृत्य नित्यद्रव्य इतर अवृत्तित्वं परमाणुगन्धे अस्ति, नित्यद्रव्य इतरघट अवृत्तित्वं परमाणुगन्धे अस्ति, घटे कः गन्धः अस्ति, घटगन्धः एव अस्ति, न तु परमाणुगन्धः इति पूर्वपक्षी वदति, तत् समीचीनं वा इति परिशीलनीयं भवतु। इदानीं कथं तेन उक्तम् इति अहं प्रतिपादयन् अस्मि। तर्हि नित्यद्रव्य इतरघट अवृत्तित्वं परमाणुगन्धे वर्तते, अपि च व्यावर्तकत्वमपि अस्ति, पार्थिवपरमाणुः इतरभेदवान् परमाणुगन्धवत्वात् इति हेतुः। तर्हि तत्र व्यावर्तकत्वमपि अस्ति, नित्यद्रव्य इतर अवृत्तित्वमपि अस्ति इति कृत्वा यदि एतदेव एतद् दलद्वयमेव लक्षणम् इति स्वीकुर्मश्चेत् परमाणुगन्धे अतिव्याप्तिः भवति इति आक्षेपः कृतः एतावत्। अतः लक्षणपरिष्कारः कर्तव्यः इति पूर्वपक्षी आक्षिपति, न च एवमपि परमाणुगन्धे अतिव्याप्तिः तस्य स्व आश्रये जलभेदसाधकत्वात् विशेष्यदलस्य परमाणुमात्रनिष्ठत्वेन नित्यद्रव्ये इतर अवृत्तित्वस्य सत्त्वात् इति वाच्यम्। तर्हि पूर्वपक्षी कथं वदति, परमाणुगन्धे अतिव्याप्तिः इति वदति, किं कारणं? तस्य परमाणुगन्धस्य स्व आश्रये पार्थिवपरमाणौ जलभेदसाधकत्वा विशेष्यदलस्य परमाणुमात्रनिष्ठत्वेन नित्यद्रव्य इतर अवृत्तित्वसत्त्वात् इति पूर्वपक्षि वदति। तत् श्रुत्वा सिद्धान्ती वदति, एवं न च वाच्यम् इति न वदतु, लक्षण अत्र अतिव्याप्तिः न भवति इति सिद्धान्ती वदति। कथम् अतिव्याप्तिः न भवति इति सिद्धान्तिना निरूपणीयम् इदानीम्। अस्तु, तर्हि एतावत्पर्यन्तम् अवबुद्धं वा वेणु महोदय? आं महोदय, अहं वस्तुतः कार्याने अस्मि, अधुना दशनिमिषानन्तरं गृहे आगमिष्यामि, अतः अनन्तरम् एव वदामि। अस्तु अस्तु भवतु, किन्तु एतावत्पर्यन्तं किं जायमानमस्ति इति अवबुद्धं खलु? अस्तु, सत्य भव भगिनि। महोदय, इदानीं नित्य परमाणुगन्धे किमर्थं न अतिव्याप्तिः इति चेत् तद् केवलं पृथ्वीपरमाणुषु एव वर्तते, अन्यत्र नास्ति इति कृत्वा। हा, इत्युक्ते घटे परमाणुगन्धः नास्ति इति वदति। घटे कः गन्धः अस्ति? घटगन्धः एव अस्ति, न तु परमाणुगन्धः इति पूर्वपक्षी वदति। किन्तु तादृश उक्तिः समीचीनं वा न वा इति परिशीलनीयम्। तदेव, किन्तु तत् समीचीनम् इति मत्वा पूर्वपक्षी एवं वदति, परमाणुगन्धे नित्यद्रव्ये इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति एव दलद्वयमेव स्वीकुर्मश्चेत् परमाणुगन्धे अतिव्याप्तिः भवति इति आक्षिपति पूर्वपक्षी। अस्तु, तर्हि तस्मिन् विषये इदानीं सिद्धान्ति अग्रे उच्यते, पेज् 349 इत्यत्र सूक्तिललन्तिका इत्यत्र तृतीयपरिच्छेदः, नित्यद्रव्य इतर वृत्तिता अनवच्छेदकस्वरूपत्वे सति इति आरम्भणीयं। तर्हि भवती एव पठतु भगिनि। नित्यद्रव्य इतर वृत्तिता अनवच्छेदकरूपवत्वे सति व्यावर्तकत्वस्य एव लक्षणत्वात् नित्यद्रव्य इतरवृत्तिदा अनवच्छेदकरूपत्वे सति व्यावर्तकत्वं व्यावर्तकत्वस्य एव लक्षणत्वात् इति गन्धादि नित्यानित्यसाधारणमिति गन्धत्वादपि नित्यद्रव्य गन्धत्वादपि इति नास्ति, गन्धत्वादि अपि वा? गन्धत्वादि अपि, गन्धत्वादि अपि नित्यद्रव्येतरवृत्तिदा वृत्तिदा अवच्छेदकं न अनवच्छेदकं। गन्धत्वादिति हेतु स्वीकृत्य उक्तं न गन्धत्वादिति हेतुः नास्ति नित्यद्रव्येतरवृत्तिदापि गन्धत्वादि अपि नित्यद्रव्य इतर अवृत्ति गन्धद्रव्य इतर वृत्तिता अवच्छेदकं न अनवच्छेदकम् अग्रे पठतु तदनन्तरं क्रमशः चिन्तयेम विशेषस्य तु नित्यद्रव्यमात्रनिष्ठत्वेन विशेषत्वं भवति नित्यद्रव्येतरवृत्तिता अनवच्छेदकम् इति तद्वत्त्वसहितव्यावर्तकत्वस्य विशेषलक्षणत्वात् अस्तु पुनः पठतु भगिनि नित्यद्रव्येतरवृत्तिता अनवच्छेदकरूपवत्त्वे सति प्रथमलक्षणं प्रथम लक्षणवाक्ये प्रथमदलम् पूर्वं किम् आसीत् तद्दलं पूर्वं किम् आसीत् नित्य इतरवृत्तिदा अवच्छेदकम् इति आसीत् वृत्तित्वं नित्य प्रथमदलं नित्येतरवृत्तित्वं तावदेव न तत्सर्वं बहुपूर्वम् इदानीं द्रव्ये इति पदं योजितं खलु नित्यद्रव्य इतर अवृत्तित्वम् इति दलमासीत् नित्यद्रव्य नित्यद्रव्य इतर अवृत्तित्वम् अवृत्तित्वे सति A12 इत्यत्र स्थापितं मया स्प्रेड्शीट् नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयं लक्षणमस्ति चेत् गन्धे अभावत्वे समवायत्वे जायमान अतिव्याप्तयः निवारिताः भवन्ति इति उक्तम् तत्र स्मः इदानीं यदि नित्यद्रव्ये इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति लक्षणं तर्हि परमाणुगन्धे अतिव्याप्तिः भवति इति पूर्वपक्षिणा उक्तम् तत्र स्मः तर्हि इदानीं लक्षणं कियत्पर्यन्तम् आगतम् इति चेत् नित्यद्रव्ये इतर अवृत्तित्वे सति व्यावर्तकत्वम् तर्हि इदानीं सिद्धान्ती वदति नित्यद्रव्य इतर अवृत्तित्वं नाम किम् इति चेत् नित्यद्रव्य इतर वृत्तिता अनवच्छेदकत्वम् अवृत्तित्वम् इति कृत्वा नित्यद्रव्य इतर अवृत्तित्वम् इत्युक्ते कथम् अवगन्तव्यम् इति चेत् नित्यद्रव्य इतर वृत्तिता अनवच्छेदकरूपवत्त्वम् एव नित्यद्रव्य इतर अवृत्तित्वम् इति यद् मया उक्तं तत्र आशयः कः इति चेत् नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्त्वम् इति सिद्धान्ती वदति तर्हि इदानीं नित्यद्रव्य इतर अवृत्तित्वम् अपि च नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्त्वम् अनयोः मध्ये भेदः कः इति अवगन्तव्यम् A12 अपि च A15 नित्यद्रव्येतरवृत्तिता वृत्तित्वम् अवृत्तित्वम् अस्ति खलु इतर अवृत्तित्वम् अवृत्तित्वम् इति लिखितं मया नित्यद्रव्य इतर अवृत्तित्वम् अपि च नित्यद्रव्य इतर वृत्तिता अनवच्छेदकरूपवत्त्वम् अनयोः मध्ये भेदः कः इति अवगन्तव्यम् भवती स्प्रेड्शीट् तत्र अस्ति वा अस्ति अस्मि महोदय भवान् किं लिखितं बहिर्गतं रमेशमहोदयेन गतं किम् ओ इदानीम् आगतम् इति भाति अस्तु नित्यद्रव्येतरवृत्तित्वम् इत्यत्र नित्यद्रव्येतरखड तस्मिन् अवृत्तित्वं तद् वयं दृष्टवन्तः इदानीं नित्यद्रव्येतरवृत्तिता अनवच्छेदकरूपवत्त्वम् अत्र नित्यद्रव्येतरः अस्ति घटः वृत्तिता अनवच्छेदकवत्त्वम् न अत्र नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्त्वम् इति समस्तपदस्य अर्थः अवगन्तव्यः. यदि अवगच्छति तदा तस्य प्रयोगः कर्तुं शक्यते. तर्हि द्रव्य नित्यद्रव्य इतर नित्यं च तद्द्रव्यं च नित्यद्रव्यम् ओके नित्यद्रव्य इतरम् इत्युक्ते अत्र नित्यद्रव्य इतर अनित्य अनित्यद्रव्यम् इति आगतम्. अनित्यद्रव्य वृत्तिता अनवच्छेदकम् इत्युक्ते नित्यद्रव्ये इतर इत्युक्ते अनित्यद्रव्यम् अनित्यद्रव्ये या वृत्तिता अस्ति सा वृत्तिता अनवच्छेदकं भवेत् अनवच्छेदकरूपवत्त्वम् अनवच्छेदकरूपं भवेत् सा वृत्तिता अनित्यद्रव्य द्रव्ये वृत्तिता अस्ति तद् अनच्छेदकता भवेत् अनुच्छेदकः भवेत्. हा तर्हि अनवच्छेदकः अवच्छेदकः इत्युक्ते किं तदेव अत्र द्वितीयवाक्ये उक्तं गन्धादि नित्य अनित्यसाधारणम् इति. इत्युक्ते गन्धः नित्यद्रव्येषु अपि वर्तते नित्य पार्थिवपरमाणुषु वर्तते अनित्यघटादिषु अपि वर्तते खलु. तर्हि गन्धे गन्धे गन्धे वृत्तिता अस्ति अस्ति गन्धः पृथिव्यां वर्तते इति कृत्वा गन्धे वृत्तिता अस्ति अथवा वृत्तित्वम् अस्ति अस्ति. सा वृत्तिता नित्य अनित्यसाधारण इत्युक्ते नित्यवस्तु नित्यपरमा पार्थिवपरमाणुषु अपि वर्तते अनित्यघटादिषु अपि वर्तते. तर्हि उभयत्र सा वृत्तिता अवच्छेदकता सा वृत्तिता अवच्छेदकता एव भवति इत्युक्ते उभयत्र साधारणमस्ति इति कृत्वा गन्धादिनित्यानित्यसाधारणम् इति कृत्वा गन्धत्वादि अपि गन्धत्वादि अपि गन्धत्वं कुत्र वर्तते गन्धे वर्तते गन्धे वर्तते. यदि गन्धः नित्यवस्तुनि अपि वर्तते नित्यपार्थिवपरमाणुषु अपि वर्तते अनित्यघटादिषु अपि वर्तते तर्हि गन्धत्वम् अपि नित्यपार्थिवपरमाणुषु वर्तते अनित्यघटादिषु अपि वर्तते इति वक्तव्यं खलु. तावत् प्राप्तं गन्धत्वादि अपि नित्यद्रव्य इतरवृत्तिता अवच्छेदकमेव भवति न तु अनवच्छेदकम् न तु अनवच्छेदकम् इति. तर्हि गन्धः उभयत्र वर्तते नित्यवस्तुनि नित्यपार्थिवपरमाणुषु अपि वर्तते अनित्यघटादिषु अपि वर्तते गन्धत्वम् एवमेव. समानरीत्या परमाणुगन्धः इति यत् पूर्वपक्षिणा उक्तं नूतनपदार्थः इत्युक्ते तत्र परमाणुगन्धः अतः एव अत्र मया अत्र एव मया लिखितं तत्र निगमनम् इत्यत्र पश्यतु गन्धस्य नित्य अनित्यसाधारणत्वात् इत्युक्ते उभयत्र गन्धः वर्तते इत्यतः गन्धत्वादि अपि नित्यद्रव्य इतरवृत्तिता अवच्छेदकं न अनवच्छेदकम् इति आगतम्. विशेषस्य नित्यद्रव्यमात्रनिष्ठत्वेन इत्युक्ते उभयत्र विशेष्यं विशेष्यः इति पदार्थः नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्येषु अपि वर्तते इति नास्ति केवलं नित्यद्रव्येषु एव वर्तते. किन्तु गन्धः तादृशः नास्ति गन्धत्वमपि तादृशं नास्ति इति कृत्वा परमाणुगन्धः केवलं नित्यद्रव्येषु एव वर्तते इति न वक्तव्यम्. तादृशं यदि वदेम तद् असमीचीनम्, तदेव पूर्वपक्षिणा उक्तं खलु, परमाणुबन्धः केवलं नित्यपरमाणुषु, परमाणुषु एव वर्तते, परमाणुः नित्याः इति कृत्वा परमाणुगन्धः नित्यद्रव्येषु एव वर्तते इति सः वदति, तादृशं न वक्तव्यम्। विशेष्यः इति पदार्थः केवलं नित्यपदार्थेषु नित्यद्रव्येषु एव वर्तते, किन्तु गन्धः इति गुणः नित्यद्रव्येषु अपि वर्तते, अनित्यद्रव्येषु अपि वर्तते इति कृत्वा तत्र अवच्छेदकरूपं वृत्तिता नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्वं नास्ति गन्धस्य, उभयत्र वर्तते इति कृत्वा न अनवच्छेदकम्। विशेष्यस्य तु नित्यद्रव्यमात्रनिष्ठत्वेन विशेषत्वं भवति, नित्यद्रव्ये इतरवृत्तिता अनवच्छेदकम् इति तद्वत्सहितव्यावर्तकत्वं विशेषलक्षण विशेषलक्षणत्वात्। तर्हि इदानीम् अस्माभिः किञ्चित् परिष्कृतं, परिष्कृतम् इत्युक्ते लक्षणपरिष्कारः न कृतः। नित्यद्रव्य इतरवृत्तिता एव नित्यद्रव्य इतरवृत्तित्वे सति व्यावर्तकत्वम् एव विशेष्यस्य लक्षणम्। किन्तु पूर्वपक्षिणा किं कृतं, परमाणुगन्धे अतिव्याप्तिः भवति इति उक्तम्, सा उक्तिः दोषवत् इति उक्तम् अस्माभिः। किमर्थमिति चेत् नित्यद्रव्य इतरवृत्तिता इत्यत्र कथम् अवगन्तव्यम् इति चेत् तत्र नित्यद्रव्ये नित्यद्रव्येषु एव इति स्वीकृत्य तदनन्तरम् इतर इति चिन्तनीयम्। तादृशचिन्तनं गन्धेन कर्तुं शक्यते, किमर्थमिति चेत् गन्धः नित्यद्रव्येषु एव वर्तते इति नास्ति, अनित्यद्रव्येषु अनित्यपार्थिवद्रव्येषु अपि वर्तते इति कृत्वा नित्यद्रव्य इतर इति वदामश्चेत् तत्र बहिर्गत परमाणुगन्धः इति न वक्तव्यं तत्र, अवबुध्यते वा? सम्यक् अवबुध्यते। अत्र यदा महोदयेन उक्तं नित्य प्रयत्नं करोमि महोदय, अत्र नित्यद्रव्य इतरवृत्तिता अनच्छ अनवच्छेदकत्वम् इत्युक्ते नित्यद्रव्य इतर इत्युक्ते अनित्यद्रव्यः अनित्यद्रव्येषु यद् वृत्तिता या वृत्तिता अस्ति तस्य अनवच्छेदकं भवेत् इति अर्थः, अवच्छेदकं न भवेत् व्यावर्तकत्वम् अपि भवेत् इति लक्षणवाक्येन उक्तं। तत्र गन्धः गन्धे कीदृश गन्धः इति नित्यम् अनित्यद्रव्येषु अनित्यद्रव्येषु अपि वर्तते, उभयत्र साधारणतया वर्तते इति कृत्वा गन्धत्वम् अपि सर्वत्र वर्तते, अतः नित्य इतरवृत्तिता अनवच्छेदकं गन्धत्वे न भवति इति आशयः। परन्तु अत्र परमाणुगन्धे नित्यद्रव्य इतर अवृत्तित्वं परमाणुगन्धे न पतति इति निरूपयतु। अवृत्तित्वं परमाणुगन्धे न पतति, नित्यद्रव्ये इतर अवृत्तित्वं परमाणुगन्धे न भवति इति निरूपणीयम्। नित्यद्रव्य अवृत्तित्वम् इति नित्यद्रव्य गन्धः परमाणुगन्धे अपि अस्ति इति कृत्वा नित्यद्रव्य परमाणुगन्धे अस्ति वा गन्धत्वम् इति परमाणुगन्धे अपि अस्ति खलु गन्धत्वम् इति परमाणुगन्धे गन्धः परमाणुगन्धे इति न वक्तव्यं गन्धत्वं परमाणुगन्धे अपि अस्ति इति कृत्वा वृत्तित्वमेव अस्ति अवृत्तित्वं नास्ति इति हा गन्धत्वं परमाणुगन्धे अस्ति गन्धत्वं नित्य अनित्यसाधारणमस्ति यदि गन्धत्वं नित्य अनित्यसाधारणमस्ति तर्हि परमाणुगन्धः अपि नित्य अनित्य अत्र नित्य अनित्यसाधारणम् इति चिन्तनमेव दोषाय इति वदति यदि गन्धत्वं नित्य अनित्यसाधारणमस्ति तर्हि परमाणुगन्धः परमाणुगन्धः नित्यद्रव्येषु एव वर्तते इति तादृशचिन्तनं दोषाय यद्यपि परमाणुगन्धः नित्यपरमाणुषु वर्तते परमाणुगन्धः कुत्र वर्तते परमाणुषु वर्तते परमाणुः कीदृशी कीदृशः इति चेत् नित्यः इति तु सत्यं परमाणुगन्धः पार्थिवपरमाणुषु एव वर्तते पार्थिवपरमाणवः नित्याः इति सत्यम् इति कृत्वा इदानीं नित्यद्रव्य इतर अवृत्तित्वं परमाणुगन्धे वर्तते इति न वक्तव्यम् किमर्थम् इति चेत् परमाणुगन्धे गन्धत्वं वर्तते गन्धत्वम् उभयसाधारण्यम् इति कृत्वा तादृशचिन्तनं दोषाय इट्स् एन् एक्स्ट्रीम्लि सटल् पायिण्ट् अतः एव किञ्चित् परिष्कृतं परिष्कृतम् इत्युक्ते स्पष्टतया उक्तं नित्यद्रव्य इतर अवृत्तित्वं नाम किम् इति चेत् नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्वम् एकस्मिन्नपि सन्दर्भे अवच्छेदकं न भवेत् किन्तु गन्धत्वे अवच्छेदकत्वमेव अस्ति न तु अनवच्छेदकत्वम् उभयत्र परमाणु पार्थिवपरमाणुषु परमाणुगन्धस्य वृत्तिता वर्तते एव किन्तु गन्धत्वम् इति स्वीकुर्मश्चेत् तत्र क्लेश तत्र अनवच्छेदकता नास्ति अवच्छेदकत्वमेव अस्ति इति कृत्वा एतादृश उक्तिः दोषाय परमाणुगन्धः इति परमाणुगन्धे अतिव्याप्तिः भवति इति तादृशचिन्तनं दोषपूर्णम् इति उक्तम् रमेश महोदय भवान् अवगच्छति किं न महोदय न अवगच्छति कुत्र क्लेशः अस्ति किञ्चित् उचैः चिन्तयतु तदा अवबोधः जायते महोदय एकः तस्मात् पूर्व एकः प्रश्नः परन्तु वयं पठितवन्तः उत्पन्नं क्षणमेकं द्रव्यं स्वयं तिष्ठति त अनन्तरमेव गुणः आगच्छति इति तत्र तदस्ति खलु इदानीं प्रथमक्षणे किमपि नास्ति इति चेत् कथं वा गन्धः परमाणुषु अपि अस्ति इति तद् विशेषः उत्पद्यते वा न यदा परमाणु स्वीकृत्य इदानीं घटस्य उत्पादनं जायते प्रथमक्षणं तस्मिन् गुणं नास्ति इति उक्तं खलु तत्र कुत्र घटे इति घटे नास्ति किन्तु परमाणुषु परमाणवः नित्याः परमाणवः जायन्ते इति न वदेम यदि परमाणवः जायन्ते तर्हि प्रथमक्षणे जातक्षणे निर्गुणं निष्क्रियं तिष्ठति किन्तु परमाणवः नित्याः इति कृत्वा परमाणुगन्धः नित्यः ओके इदानीं स्पष्टः धन्यवादः रमेश महोदय नित्यद्रव्य इतर वृत्तिता अनवच्छेदकः अस्ति खलु तत् अनवच्छेदक किमर्थं योजनीयम् इति न दृढं तदपि कथं ऐ डिण्ट् अण्डर्स्टाण्ड् वै दट् इस् डिफ्रेण्ट् हौ दट् इस् डिफ्रेण्ट् आर् how it is equivalent, actually not different, how it is equivalent to nitya dravya avrittitvam. Astu tarhi nitya dravya itara avrittitvam iti svikarotu. Svikritya krameṇa cintayatu nitya dravye itara avrittitvam namakim tatra vigraha vakyam vadatu. नित्यद्रव्य इति कर्मधारय अस्ति. नित्यः च द्रव्यः नित्यं च द्रव्यं च नित्यद्रव्यं नित्यं च द्रव्यं च नित्यद्रव्यं नित्यद्रव्ये नित्यद्रव्य इतरवृत्तित्वं खलु. इतर तत्र इतर इतर यावत् वदतु. नितर नित्यद्रव्ये इतर नित्यद्रव्य यद् नित्यः नित्यद्रव्य इतर नित्यद्रव्य च इतर न भवति. डिफ्रेण्ट् फ्रम् नित्यद्रव्य नित्यद्रव्य व्यतः इतर वा नित्यद्रव्यात् अकारान्तः नित्यद्रव्यात् इतरः तावत् अस्तु. इदानीं नित्यद्रव्यात् इतरः इत्यस्य एकम् उदाहरणं वदतु. घटः. उत्तमम्. अन्यत् उदाहरणं वदतु. पटः. न बुद्धं. तादृश उदाहरणम् अहं वदामि. अहं वदामि जलपरमाणुः. जलपरमाणुः नित्यद्रव्य इतरः नास्ति खलु. तद् नित्यद्रव्य एव अस्ति. हा सत्यं. नित्यद्रव्यमेव अस्ति जलपरमाणुः. नित्यद्रव्ये इतरः इत्युक्ते घटः अपि भवितुम् अर्हति, जलं भवितुम् अर्हति खलु. हा जलं भवितुम् अर्हति. जलं भवितुम् अर्हति. अग्निः भवितुम् अर्हति. वायुः भवितुम् अर्हति. किन्तु आकाशः न भवितुम् अर्हति. कालः न भवितुम् अर्हति. दिक् न भवितुम् अर्हति. मनः न भवितुमर्हति. आकाशः. अस्तु अहं लिखामि अत्र. नित्यं नित्यञ्च तत् द्रव्यं च नित्यद्रव्यम्. अत्र उदाहरणमस्ति परमाणुः, तदनन्तरम् आकाशादि आकाशादयः. अस्तु तदनन्तरं नित्य द्रव्यात् इतरः इत्युक्ते अनित्यद्रव्याणि इत्युक्ते पार्थिवादि पार्थिवादि चत्वारि कार्याणि एव तस्मिन् अन्तर्भूतं भवति खलु. तावत् समीचीनं खलु. हा तावत् समीचीनं. हा तर्हि नित्य इतर आवृत्तित्वं नित्येतर हा नित्य इतर अवृत्तित्वम् अत्र नित्य इतर अवृत्तित्वं परमाणुगन्धे परमाणुगन्धे भवति अन्येषु केषु भवति नित्यद्रव्य नित्यद्रव्य इतर अवृत्तित्वम् इत्युक्ते पार्थिवादी चत्वा चतुर्षु कार्येषु न भवेत् किं किं न किं किं न भवितुमर्हति परमाणुगन्धः न तत्र न भवति इति पूर्वपक्षिणा उक्तम् केवलं परमाणुगन्धः न भवति वा नो चेत् जलीय शीत स्पर्शः अपि तत्र न भवति खलु न भवति अस्तु तैजसीय तैजसीय उष्ण उष्णस्पर्शे अपि न भवति ऐ मीन् अस्ति नित्य इतर अवृत्तित्वं परमाणुगन्धे वर्तते जलीय तत्रापि परमाणु जलीयपरमाणु इति वक्तव्यम् अथवा जलीये इति अनुक्त्वा हा अत्र एवं हा इदानीं जलीयपरमाणुशीतस्पर्शे पार्थिवपरमाणुगन्धे तैजसीय परमाणु उष्णस्पर्शे तदनन्तरं वायवीय परमाणु उष्णा उष्णानुष्ण हा वायवीय परमाणु उष्णानुस्पर्श स्पर्शे इति अत्र सर्वत्र नित्य इतर अवृत्तित्वं वर्तते खलु आम् वर्तते अस्तु तर्हि इदानीं किम् उच्यते विशेषः इति गुणः इति पदार्थः नित्यद्रव्यमात्रवृत्तित्वं तस्य किन्तु इदानीं पार्थिवपरमाणुगन्धः इति यद्वदेम तत्र पार्थिवपरमाणुगन्धः इति यद्वदेम तत्र गन्धत्वं पार्थिवपरमाणुगन्धे वर्तते वा गन्धत्वं गन्धे एव वर्तते पार्थिवपरमाणौ वर्तते इति विशिष्टः सामान्यात् न अतिरिच्यते खलु विशिष्टं सामान्यात् न अतिरिच्यते नीलोत्पलमपि उत्पलमेव खलु पार्थिवपरमाणुगन्धः अपि गन्धः एव हा गन्धः एव तर्हि तस्मिन् तस्मिन् गन्धत्वम् अस्ति एव गन्धत्वमस्ति एव तर्हि गन्धः गन्धः इति गुणः नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्येषु अपि वर्तते तर्हि यदि गन्धः अवच्छेदकः भवति गन्धे विद्यमान अवच्छेदकता कीदृशी इति प्रश्नः. गन्धे विद्यमान अवच्छेदकता तद् अवच्छेदकता कीदृशी इत्युक्ते न बुद्धम्. नित्य अनित्यसाधारणं गन्धः नित्य अनित्यसाधारणं नित्य नित्यपरमाणुषु अपि वर्तते अनित्यघटादिषु अपि गन्धः वर्तते इति कृत्वा इदानीं गन्धः अवच्छेदकः अस्ति. गन्धः कुत्र वर्तते? पार्थिव पृथिव्यां वर्तते इति कृत्वा गन्धः अवच्छेदकः पृथिवी अवच्छेदिका. अस्तु, तर्हि इदानीं गन्धे विद्यमान अवच्छेदकता अथवा अवच्छेदकत्वं न क्षम्यताम् अवच्छेदकत्वमिति अनन्तरं चिन्तयामः. वृत्तिः वृत्तिः इति स्वीकुर्मः. गन्धः पृथिव्यां वर्तते तर्हि गन्धे वृत्तिता अस्ति. गन्धः वृत्तिः अस्ति खलु, पृथिव्यां गन्धः वृत्तिः अस्ति इति कृत्वा गन्धे वृत्तिता वर्तते. सा वृत्तिता कीदृशी? सा वृत्तिता कीदृशी इति चेत् गन्धः नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्येषु अपि वर्तते इति कृत्वा गन्धे विद्यमानवृत्तिता नित्यद्रव्य इतरवृत्तिता अवच्छेदकम् एव. तद्बुध्यते वा? तद् न बुद्धं महोदय. पुनः एकवारं वदतु महोदय तत् वाक्यं. गन्धः आदेयः, पृथिवी आधारः, अथवा गन्धः वृत्तिः पृथिवी आधारः. तर्हि गन्धे वृत्तिता अस्ति. आमस्ति. गन्धे वृत्तिता अस्ति, सा वृत्तिता वृत्तितायाः सा वित्रिता कीदृशी इति प्रश्नः. गन्धे विद्यमानवृत्तिता कीदृशी इति चेत् नित्यद्रव्येषु अपि गन्धः वर्तते अनित्यद्रव्येषु अपि गन्धः वर्तते इति कृत्वा तत्र वृत्तितायाः अवच्छेदकत्वं वृत्तितायाः अवच्छेदकम् अथवा अवच्छेदकत्वं कीदृशी? वृत्तितायाः अवच्छेदकत्वं कीदृशी? गन्धे वृत्तिता वर्तते, सा वृत्तितायाः वृत्तिता अपि अवच्छेदिका भवति. सा वृत्तितायाः अवच्छेदकता कीदृशी? नित्यद्रव्य इतरवृत्तिता अवच्छेदकम् तत्रैव अस्ति. नित्यं च तद्द्रव्यं च नित्यद्रव्यं, नित्यद्रव्यात् इतरः नित्यद्रव्य इतरः, नित्यद्रव्य इतरे वृत्तिः नित्यद्रव्य इतरे गन्धः वर्तते इति कृत्वा नित्यद्रव्य इतरवृत्तिः गन्धः, नित्यद्रव्य इतरवृत्तिता इत्युक्ते गन्धत्वं खलु तस्मिन्नेव तस्मिन्नेव स्तरे अस्ति वृत्तिता यत्र अस्ति तत्रैव गन्धत्वमस्ति तर्हि गन्धत्व महोदय न श्रूयते द्रव्यात् इतरः वृत्तिता इतरवृत्तिः गन्धिता गन्धिषि इति चेत् नित्य अनित्यसाधारणं नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्येषु अपि वर्तते इति कृत्वा नित्यद्रव्य इतरवृत्तिता अवच्छेदकं गन्धत्वम् इति आगतम् तर्हि गन्धत्वम् इदानीं परमाणुगन्धे अपि अस्ति इति कृत्वा नित्यद्रव्य इतर आवृत्तित्वं परमाणुगन्धे अस्ति इति न वक्तुं शक्यते नित्यद्रव्य इतर आवृत्ति वृत्तित्वमेव परमाणुगन्धे अस्ति इति वक्तव्यम् अवच्छेदकरूपवत्त्वम् नित्यद्रव्ये इतर वृत्तिता अवच्छेदकरूपवत्त्वम् एव परमाणुगन्धे अस्ति न तु नित्यद्रव्ये इतर वृत्तिता अनवच्छेदकरूपवत्त्वम् इति आगतम् अनवच्छेदकरूपम् अवच्छेदकरूपमेव अस्ति नित्यद्रव्य इतरवृत्तिता अवच्छेदकरूपवत्त्वम् एव परमाणुगन्धे अस्ति किमर्थमिति चेत् गन्धत्वे गन्धत्वम् उभयत्र नित्यद्रव्येषु अपि वर्तते अनित्यद्रव्येषु अपि वर्तते इति कृत्वा अत्र इतोपि भिन्नरीत्या वक्तुं शक्यते इति भाति अतः एव अहं किञ्चित् चिन्तयन्नस्मि इत्युक्ते नित्यद्रव्य नित्यद्रव्य इतर नित्यद्रव्य इतर अस्तु एवं चिन्तनं कुर्मः द्रव्य इतर इति स्वीकुर्मश्चेत् द्रव्यम् इत्युक्ते नवद्रव्याणि द्रव्य इतर इति चेत् यत् द्रव्यमेव नास्ति अन्ये सप्तपदार्थाः षट् पदार्थाः द्रव्ये इतर इत्यस्मिन् अन्तर्भूतं भवति नित्यद्रव्य इतर इति वदामश्चेत् षट् पदार्थाः अन्तर्भवन्ति अपि च अत्र पार्थिवादि चत्वारि कार्याणि अपि तेषु अन्तर्भवन्ति किन्तु विशेषस्य चिन्तने अनित्यवस्तूनां चिन्तनम् एव न कार्यम् अनित्यवस्तूनां चिन्तनमेव न कार्यं किमर्थमिति चेत् नित्यद्रव्येषु नित्यद्रव्येषु यद्वर्तते इति एव उक्तम् इति कृत्वा एतादृशचिन्तनं क्रियन्ते नित्य अस्तु तर्हि तदर्थं नित्यद्रव्यवृत्तित्वम् इति दलं योजयामश्चेत् समीचीनं भवति खलु नित्यद्रव्ये इतर अवृत्तित्वे सति नित्यद्रव्यवृत्तित्वे सति व्यावर्तकत्वम् इति वदामश्चेत् परमाणुगन्धे तथापि अविधिव्याप्तिः भवति. There is one step that I am missing in my explanation. Nityadravya itara vrittita anavachedaka rupavatvam. Gandhatve avachedaka rupavatvam eva asti. न तु अनवच्छेदकरूपवत्वम्. किमर्थम् इति चेत् गन्धत्वं गन्धे वर्तते. गन्धः तु नित्यद्रव्येषु अपि वर्तते, अनित्यद्रव्येषु अपि वर्तते. द्रव्येषु इत्युक्ते पार्थिवद्रव्येषु एव वर्तते इति सत्यम्. किन्तु गन्धत्वे कीदृशधर्मः अस्ति इति चेत् नित्यद्रव्य इतरवृत्तिता अनवच्छेदकरूपवत्त्वम् एव अस्ति न इति नास्ति, अवच्छेदकरूपवत्त्वमेव अस्ति इति निरूपणीयम्. मेळ् महोदय किं चिन्तयति? अहं चिन्तयामि अत्र भवान् यत् उक्तवान् अत्र नित्यद्रव्ये इतरवृत्तिता अवच्छेदकम् इति गन्धत्वे नास्ति, यतोहि गन्धत्वमिति तु नित्य अपि च अनित्यद्रव्येषु अपि वर्तते. अतः अत्र विशेषस्य लक्षणस्य परिष्कृतं जातम् अत्र नित्यद्रव्ये इतरवृत्तिता अनवच्छेदकम् इति एव दलम् अत्र विशेषलक्षणे आगतम्. अपि च व्यावर्तकत्वम् इति अपि इति एव अस्मिन् परिच्छेदे अस्ति. अन्यत्तु नास्ति खलु. अत्र गन्धत्वे तस्य तादृशं नास्ति, अतः गन्धत्वे अतिव्याप्तिः न भवति. न अत्र क्लेशः कः इति चेत् परमाणुगन्धः इत्यत्र क्लेशः. अस्तु, परमाणुगन्धः इति तु नित्यद्रव्ये खलु. परमाणुगन्धः इति द्रव्यमेव नास्ति. ओ, परमाणुगन्धः, गन्धः इति गुणः खलु. इति गुणः. आं सत्यं, गुणः. अस्तु, तर्हि अत्र नित्यद्रव्य इतर इति तत्र न सङ्गच्छति खलु. द्रव्यमेव नास्ति यतः. न अत्र लक्षणं किं? द्रव्यत्वमिति न उक्तं खलु. नित्यद्रव्ये इतर अवृत्तित्वम्. आं सत्यं, परन्तु नित्यद्रव्य इतर अवृत्तित्वम् इति इत्युक्ते अनित्यद्रव्यम् इति एव खलु. अनित्यद्रव्येषु न भवेत्. अनित्यद्रव्येषु न भवेत्, परन्तु अत्र परमाणुगन्धद्रव्येषु नास्ति खलु. अस्तु, द्रव्यमेव नास्ति अतः. अस्तु अस्तु, न द्रव्यमेव इति नास्ति. अत्र किमर्थं द्रव्यम् अस्ति वा न वा इति चिन्तयति भवान्? नित्यद्रव्य इतर इति अस्ति अतः एव. अत्र किं क्रियते इति चेत् वृत्तित्वम् इति स्वीकृतम्. तत्र वृत्तित्वं वा अवृत्तित्वं, तत्र वृत्तित्वम् अवृत्तित्वं तत्र अवच्छेदकम् अस्ति वा न वा इति चिन्तयन्ति इति चिन्तनं जायमानमस्ति. तत्र मया अवबुध्यते, किन्तु कथं वक्तव्यम्? नित्यद्रव्य इतरवृत्तिता अवच्छेदकत्वं गन्धत्वे अस्ति. नित्यद्रव्य इतर वृत्तिता नित्यद्रव्य इतरवृत्तिता अवच्छेदकत्वं अवच्छेदकरूपवत्त्वं गन्धत्वे अस्ति इति कृत्वा परमाणुगन्धे अपि तदेव अस्ति तदेव इति उक्तं किन्तु तद् निरूपणीयम् तर्हि अत्र परमाणुगन्धे गन्धत्वम् अपि अस्ति खलु अतः गन्धत्वे नित्यद्रव्य इतरवृत्तिता अवच्छेदकम् अस्ति चेत् परमाणुगन्धे अपि नित्यद्रव्य इतरवृत्तिता अवच्छेदकम् आगच्छति खलु न तदेव निरूपणीयं महोदय नित्यद्रव्य इतरवृत्तिता तावद् बुध्यते तत्र अवच्छेदकम् इति योजामश्चेदेव किञ्चित् क्लेशः भवति अत्र भेदः कः इति चेत् विशेषस्य नित्यद्रव्यमात्रनिष्ठत्वेन इति आगतं किन्तु परमाणुगन्धः इति सर्वेषु नित्यद्रव्येषु वर्तते वा केवलं पार्थिवपरमाणुषु एव वर्तते ओके ऐ थिङ्क् ऐ एम् गेटिङ्ग् दि आन्सर् नित्यद्रव्य इतरवृत्तिता इत्यत्र नित्य पार्थिव इति वक्तव्यं नित्यपार्थिवद्रव्य इतरवृत्तिता अवृत्तिता नित्यद्रव्य See, that is where the problem is. Nitya dravya itara ityukte anityam iti agacchati. Kintu parthiva paramanavaha na paramanu gandaha kevalam parthiva paramanushu eva vartate. Natu anyeshu nitya padartheshu. Gandaha na vartate. Satyam. किन्तु विशेषः सर्वेषु नित्यपदार्थेषु वर्तते तर्हि विशेषे विशेषः इति पदार्थे विद्यमानवृत्तिता अपि च परमाणुगन्धे विद्यमानवृत्तिता अभिन्ना अनयोः मध्ये भेदः अस्ति आम् अस्ति I think if the Granthakara had taken it in that reeti, it might have been better. Astu, tarhi tad reetiya chintayam. Idanim anavachedakam avachedakam iti tyaktva, paramanu gande kidrisha vrittita asti, vrittitvam asti, iti chet nitya dravya vrittitvam asti va, iti chet na kim asti, पार्थिव परमाणु नित्यद्रव्यं पार्थिवपरमाणुनिष्ठवृत्तिता परमाणुगन्धे अस्ति सत्यं पार्थिवपरमाणुनिष्ठ वृत्तिता परमाणुगन्धे अस्ति श्री किं नास्ति पार्थिवपरमाणु इतर अवृत्तित्वं पार्थिवपरमाणुवृत्तित्वं परमाणुगन्धे अस्ति पार्थिवपरमाणु इतर अवृत्तित्वं पार्थिवपरमाणु इतर अवृत्तित्वं परमाणुगन्धे अस्ति अस्ति वा तत्र टु नेगेटिव् एकनिमिषम् लिखित्वा पश्यामः पार्थिवपरमाणु नित्यद्रव्यवृत्तित्वं तद्वत् पार्थिवपरमाणु वृत्तित्वं पार्थिवपरमाणुवृत्तित्वं कुत्र अस्ति परमाणुगन्धे अस्ति खलु पार्थिवपरमाणुवृत्तित्वं परमाणुगन्धे अस्ति तर्हि इदानीं कुत्र नास्ति इति वक्तव्यम्. पार्थिवपरमाणुवृत्तित्वं परमाणुगन्धे अस्ति, तत्र नित्य इति अपि योजयामः. अस्तु, क्रमेण गच्छेम. पार्थिवपरमाणुवृत्तित्वं परमाणुगन्धे अस्ति, तर्हि परमाणुगन्धस्य अवृत्तित्वं कुत्र कुत्र अस्ति? पार्थिव परमाणु अवृत्तित्वं, पार्थिवपरमाणु इतर अवृत्तित्वं परमाणुगन्धे अस्ति खलु? अस्ति. आम्. हा, तर्हि इदानीं प्रश्नः, सत्यं सत्यं, पार्थिवपरमाणु इतर अवृत्तित्वं परमाणुगन्धे अस्ति, तर्हि इदानीं पार्थिवपरमाणु इतर इत्यत्र नित्यद्रव्य इतर, पार्थिवपरमाणु इतर अपि च नित्यद्रव्य इतर उभयमपि सामान्यं वा इति चिन्तनीयम्. समानं वा इति चिन्तनीयं. पार्थिवपरमाणु इतर, पार्थिवपरमाणु इत्युक्ते नित्यद्रव्यं खलु. नित्य द्रव्य इतर, अत्र पार्थिवपरमाणु इतर इत्यस्य उदाहरणमेकं वदतु. घटः. घटः खलु नित्यद्रव्य इतर. किं तदपि घटः. अस्तु, घटः इत्यत्र पार्थिवपरमाणु इतरः घटः इति वक्तुं शक्यते, नित्यद्रव्य इतरः इत्यपि वक्तुम् शक्यते. किन्तु इदानीम् अन्यद् उदाहरणं स्वीकुर्मः. नित्यद्रव्य इतरः इत्यत्र जलम् इति वक्तुं शक्यते. शक्यते. किन्तु पार्थिवपरमाणु इतरः इत्यत्र जलम् इति वक्तुं शक्यते वा? वक्तुं शक्यते खलु, पार्थिवपरमाणु नास्ति जलम् अतः. हा, किन्तु तादृशं न चिन्तनीयम् इति उक्तम्. ओ अस्तु. इत्युक्ते पार्थिव इति विशेषणम् उक्तं खलु. तर्हि इदानीं पार्थिवाः ये सन्ति तेषु इति चिन्तनीयं, तस्मात् बहिः गत्वा न चिन्तनीयम्. अस्तु अस्तु. तदेव विशेषणे नास्ति चेत् समीचीनम्. हा, तर्हि प्रथमं पार्थिवाः भवेत्. तदेव तेषु इदानीं तत्र द्विधा विभक्तमस्ति, परमाणवः अन्याः इति. अस्तु, तत्र घटः इति भवति. किन्तु पार्थिवपरमाणु इतरः इति केवलम् एवमेव पठित्वा तत्र जलमपि अन्तर्भूतम् तदेव मनसि इति चेत् न. किन्तु नित्यद्रव्ये इतर इत्यत्र जलमपि वक्तुं शक्यते, वायुः अपि वक्तुं शक्यते, छेदः अपि वक्तुं शक्यते. यत्किमपि सत्यम् इति भेदः. सो दिस् इस् वाट् हि इस् ट्रैङ्ग् टु से. अस्तु रमेश महोदय, इदानीं भवान् किं चिन्तयति? आं महोदय, तर्हि जलभिन्न, तर्हि अत्र जलं न स्वीकरणीयम् इति वा? हा, अत्र जलं न स्वीकरणीयं. किमर्थमिति चेत् पार्थिवम् इति उक्तं खलु प्रथमम्. अत्र इतर इति शब्दस्य केन सह अन्वयः? पार्थिव इतर इत्यत्र वा, परमाणु इतर इत्यत्र वा? यदि पार्थिव इतर इति वदामः चेत् तत्र जलं स्वीकर्तुं शक्यते. किन्तु उदाहरणं पार्थिवं भवेत् किन्तु परमाणु इतरं भवेत्, इति चेत् जले जले न पतत्येव लक्षणं हा जले न पतति हा किन्तु नित्यद्रव्य इतर इत्यत्र नित्य इतरम् इति स्वीकर्तव्यं वा द्रव्य इतरम् इति स्वीकर्तव्यं वा सो दिस् इस् दि प्राब्लम् अहं किं करोमि इदानीम् अत्र कथं लेखनीयम् इति अवबुद्धं मया किञ्चित् बट् दिस् इस् अ गुड् दिस् इस् अ गुड् एक्ससैस् टु डु इतर इति पदस्य केन सह अन्वयः नित्यद्रव्य इतर इत्यत्र इतरम् इत्युक्ते नित्यात् इतरम् इति वा द्रव्यात् इतरम् इति वा अथवा नित्यद्रव्य इतरात् प्रथमं सो यु हाव् टु सी सी वि आर् नौ एलिमिनेटिङ्ग् संथिङ्ग् वेन् वि आर् एलिमिनेटिङ्ग् संथिङ्ग् वाट् आर् वि एलिमिनेटिङ्ग् इट् फ्रम् यदि नित्य इतरम् इति स्वीकुर्मश्चेत् चत्वारि कार्याणि पार्थिवादि चत्वारि कार्याणि तस्मिन् लोके अन्तर्भूतं भवन्ति अपि च तत्र गुणाः अत्र संयोगः इत्यादिकमपि तत्र अन्तर्भूतं भवति ते अपि नित्य इतराः सो इट् इस् अ क्वश्चन् आफ् डिसैडिङ्ग् वाट् इस् द सेट् ओके किञ्चित् भिन्नरीत्या अत्र लेखनीयमस्ति किन्तु इदानीम् ऐ हेव् अण्डर्स्टुड् हौ दिस् शुड् बि थाट् So you have to look at what is the universe that we are looking at. Itara iti padasya, see normally, atra parthivam iti viseshanam va, iti chintaniyam. See samanyataya utpalam iti viseshyam, nilotpalam ityukte itopi, tarhi utpalam iti jagat bhavati, iti universe, the full set is utpalam. Then you start dividing neelam then if you put a line the universe gets divided into two neelotpalam neela itara utpalani then if you draw one more brihat neelam brihat utpalam then the set becomes even smaller then neelam sugandham brihat utpalam the set becomes even smaller But when you say itara, what does it include? Does it include everything? That is where the itara is the one that is causing the difference here. So this itara is something that is worth doing a vakhyartha on. I'll try to do some thinking on that. It's definitely worthwhile understanding. Because once you put itara, then that itara can do anvaya with anything. It can even go beyond your original intended universe. Yatha, utpalam, iti yadi aham vadami, tatra jagat kim kevalam utpalam eva. Utpalani eva jagati santi. Neelam utpalam, iti ched idanim api jagati utpalani eva santi, kintu neelam utpalani santi. Kintu idanim. नील उत्पल इतर इति यदि अहं वदामि तत्र इदानीम् उत्पलानि भवेत् किन्तु नीलं न भवेत् इति अर्थः वा नील उत्पल इतरम् इत्यनेन उत्पलात् अपि बहिः गच्छति वा जगत् इति द्रष्टव्यं दट् इस् दि प्राब्लम् हियर् अवबुध्यते खलु मेल् महोदय महोदय विशेषणेन यदि अस्ति इति चिन्तयामः चेत् भिन्नरीत्या भवति इतर इत्यस्य सम्बन्धः पार्थिव इत्यनेन अथवा परमाणु इत्यनेन तथैव नित्य इति पदेन अथवा द्रव्य इति पदेन तर्हि भिन्न अर्थः भवति यदा किं स्वीकुर्मः इति इत्यस्य आधारेण भिन्न अर्थः सो दट् इस् दि प्राब्लम् दट् इस् दि प्राब्लम् वेन् वि से उत्पलं दट् वर्ल्ड् इन्क्लूड्स् ओन्ली लोटसस् नीलम् उत्पलं That lotus world has shrunk. But when I say Neela Utpala Itara, should I only take all lotuses outside which are not blue or should I take everything in the world other than blue lotus? Which means Gaja can also be included. Satya. तादृशं न चिन्तनीयं, तदेव सः एव क्लेशः पूर्वपक्षी करोति. परमाणुगन्धः इत्यत्र नित्यद्रव द्रव्य इतर आवृत्तित्वम् इत्यत्र बहिर्गच्छति सः. बट् वाट् वि आर् लुकिङ्ग् अट् इस् विशेषः सर्वेषु नित्यद्रव्येषु वर्तते, किन्तु केवलं नित्यद्रव्येषु एव वर्तते. परमाणुगन्धः इति यद्यपि परमाणु पार्थिवपरमाणुषु एव वर्तते, किन्तु घटः इत्यत्र गन्धः वर्तते इति कृत्वा किञ्चित् क्लेशः अस्ति अत्र. यु आर् गोयिङ्ग् औट्सैड् अण्ड् इन्सैड्, तत्रैव अस्ति. अत्र किञ्चित् भिन्नरीत्या लेखनीयमस्ति अथवा अवगन्तव्यं. तत्र ततः एव अवच्छेदकम् इति पदं प्रयुक्तम्. नित्यद्रव्ये इतर वृत्तिता अवच्छेदकम् अस्तु. तर्हि इदानीम् उत्पलम् इति स्वीकुर्मः. उत्पले उत्पलत्वमस्ति, उत्पलत्वम् अवच्छेदकं भवति. उत्पलम् अवच्छेद उत्पलत्वम् अवच्छेदकं भवति, व्यावर्तयति. अन्येभ्यः सर्वेभ्यः द्रव्येभ्यः उत्पलं व्यावर्तयति उत्पलत्वम् इति धर्मः. अस्तु, तर्हि इदानीं नीलम् उत्पलम् इत्यत्र कीदृशधर्मः अस्ति? नील उत्पलत्वमस्ति. नील उत्पलत्वम् इति धर्मः अन्येभ्यः उत्पलेभ्यः एव वर्तते, न तु सर्वेभ्यः. नीलत्वम् इति एव न स्वीकरणीयम्. हा, इत्युक्ते तत्र गजत्वमपि व्यावर्तयति नास्ति. सत्यम्. सो वेन् यु आर् लुकिङ्ग् अट् व्यावर्तनं, यु हाव् टु कीप् ब्रिङ्गिङ्ग् डौन् दि वर्ल्ड्. दट् इस् दि प्राब्लम् हियर्. अस्तु. सो सि उत्पलत्वम् अवच्छेदकं भवति. उत्पलत्वम् इति अवच्छेदकत्वेन किं साधयामः? उत्पलम् अन्येभ्यः सर्वेभ्यः भिन्नः इति समर्थयितुं शक्यते उत्पलत्वं स्वीकृत्य. तर्हि इदानीं नील उत्पलत्वम् इत्यत्र नील उत्पलत्वधर्मः अस्ति. नील उत्पलम् इत्यत्र नील उत्पलत्वधर्मः अस्ति, तदपि व्यावर्तकमस्ति. किन्तु नील उत्पलत्वं किं व्यावर्तयति इति चेत् अन्येभ्यः पुष्पेभ्यः अन्येभ्यः उत्पलेभ्यः नीलम् उत्पलं व्यावर्तयति इति एव वक्तव्यं, न तु गजेभ्यः. गजेभ्यः गजेभ्यः व्यावर्तनार्थं नील उत्पलत्वम् अवच्छेदकं न, केवलम् उत्पलत्वमेव अवच्छेदकम्. तथैव अत्रापि पार्थिवपरमाणु इतर इत्युक्ते अन्ये परमाणवः, न तु पार्थिवपरमाणु इति. हा, इत्युक्ते परमाणुगन्धः इति अस्ति खलु, तत्र गन्धः इति अन्येभ्यः सर्वेभ्यः द्रव्येभ्यः पृथिवीपदार्थं पृथिवीद्रव्यं व्यावर्तयति. व्यावर्तयति सत्यं. किन्तु परमाणुगन्धः इति चेत् इदानीं लोकः कः इति चेत् पार्थिव पृथिवी एव लोकः भवति. पृथिवी एव, तस्मात् पृथिवी एव लोकः भवति. तस्मात् लोकात् अन्येभ्यः सर्वेभ्यः व्यावर्ति इत्युक्ते घटं व्यावर्तयति. परमाणुगन्धः किं व्यावर्तयति चेत् घटं व्यावर्तयति, न तु जलम्. यथा मया उक्तं नील उत्पलत्वं गजं व्यावर्तयति, किन्तु नील उत्पलत्वं गजं न व्यावर्तयति. केवलं रक्त अत्र केवलम् इत्युक्ते उदाहरणार्थं रक्त उत्पलं व्यावर्तयति नील उत्पलत्वम्, गजं व्यावर्तयति इति न वक्तव्यम्. एवं गन्धत्वं जलं व्यावर्तयति, किन्तु परमाणुगन्धत्वं जलं व्यावर्तयति इति न वक्तव्यं, घटं व्यावर्तयति. परन्तु परमाणुगन्धः कस्मात् घटं व्यावर्तयति? परमाणुगन्धः परमाणुषु एव वर्तते खलु, पार्थिवपरमाणुषु एव वर्तते, न तु घटे. अस्तु इति कृत्वा तर्हि तस्मात् बहिः न गन्तव्यं, पृथिवीलोकात् बहिः न गन्तव्यं पार्थिवपदार्थेषु. इति भेदः. अतः एव अवच्छेदकम् इति पदं प्रयुक्तमस्ति. अवच्छेदकस्य कार्यं किं? व्यावर्तकत्वमेव अवच्छेदकत्वस्य कार्यं खलु. तर्हि पार्थिवपरमाणुः इतरभेदवान् परमाणुगन्धवत्वात् इति वाक्यमस्ति खलु. तत्र इतरभेदवान् इति सामान्यतया न वक्तव्यम्. इतरभेदवान् इति चेत् तत्र इतरभेदवान् इत्यस्मिन् गजः अपि अन्तर्भूतः इति नास्ति. तर्हि तत्र घटात् उदाहरणरूपेण घटात् इतर आवरणे इतरपार्थिवभेदवान् पार्थिव इतरभेदवान् महोदय, इतर अनवच्छेदकं भवेत् इति चिन्तयितुं शक्यते वा? नित्य इतर नित्य द्रव्य इतरस्य अनवच्छेदकं भवेत् इति? न, यदि अनवच्छेदकम् इति अवगच्छति तत्रैव तत्र अवगमने क्लेशः अस्ति. अनवच्छेदकं नाम किम्? पूर्वं D16 इत्यत्र इदानीं परिष्कृतं मया. पार्थिवपरमाणुः इतरभेदवान् परमाणुगन्धवत्वात् इति सः वदति, पूर्वपक्षी वदति, किन्तु तादृशं वदामश्चेत् क्लेशः. पार्थिवपरमाणुः पार्थिव इतरभेदवान् किं व्यावर्तयति? परमाणुं व्यावर्तयति. तस्मात् पार्थिवलोके अन्ये ये पदार्थाः सन्ति घटपदादयः तेभ्यः पार्थिवपरमाणुं व्यावर्तयति इत्येव. तत्र तावदेव तस्य कार्यम् इति वदामश्चेत् क्लेशः नास्ति, किन्तु विशेषः इति तादृशं नास्ति इति भेदः. पार्थिवपरमाणुः पार्थिवपरमाणुगन्धः अपि च विशेषः, अनयोः मध्ये कः भेदः इति चेत् विशेषः सर्वेषु नित्यद्रव्येषु वर्तते, किन्तु परमाणुगन्धः केवलं पार्थिवपरमाणुषु एव वर्तते, न तु अन्यत्र इति भेदः. अस्तु स्वामी महोदय, महोदय अस्ति वा? आम् महोदय. Did you follow? I followed Bahude, but not too much. I did not apply the mind. Astu. See, the Nigamanam is this. Atra katham likitam tena nityadravi itra vrittita avachyedakam na anavachyedakam iti likitam. It is very terse. The bottom line is उत्पलत्वम् इति धर्मः किं किं व्यावर्तयति इति चेत् लोके उत्पलात् बहिः ये यानि सर्वाणि सन्ति तेषां व्यावर्तनं क्रियते, किन्तु नील उत्पलत्वम् इति किं व्यावर्तयति इति चेत् रक्त उत्पलम् एव व्यावर्तयति, न तु गजः इति अवबुध्यते वा महोदय? पुनः एकवारं वदति वा, केवलं रक्त उत्पलमेव व्यावर्तते? अस्तु, इन् लोटस् देर् इस् समथिङ्ग् काल् लोटस्नेस् रैट्? सो दिस् लोटस्नेस् डिस्टिङ्ग्विशस् लोटस् फ्रम् वाट्? यत्किमपि अन्यत् द्रव्याणि फ्रम् एव्रिथिङ्ग् एल्स् लोकत् उत्पलत्वमिति जातिः अन्येभ्यः सर्वेभ्यः व्यावर्तयति खलु सत्यम् एकं नित्यम् एकम् अनेकानुगतम् अस्तु नौ नील उत्पलं नील उत्पले किमस्ति नील उत्पलत्वमस्ति उत्पलत्वमपि अस्ति नील महोदय नील उत्पलत्वं तर्हि नील उत्पलत्वं नील उत्पलं कस्मात् अथवा केभ्यः व्यावर्तयति न केवलम् अन्य सर्वे द्रव्येषु अपि च अन्य उत्पलानि न केवलम् इति न वक्तव्यं केवलम् अन्येभ्यः उत्पलेभ्यः व्यावर्तयति इति एव वक्तव्यम् किमर्थं महोदय गजस्य व्यावर्तनार्थं किमर्थं नीलोत्पलमिति वक्तव्यं नील उत्पलत्वम् इति उत्पलत्वमिति वदामः चेत् पर्याप्तं खलु पर्याप्तं सत्यं किन्तु इति कृत्वा नील उत्पलत्वम् इति वदामश्चेत् गजे गजात् व्यावर्तनार्थं नील उत्पलत्वमिति न वक्तव्यं खलु नावश्यकं न आवश्यकम् इत्युक्ते केवलं न तावदेव किम् केवलं न आवश्यकम् इति तावदेव महोदय किन्तु न वक्तव्यम् इति तु नास्ति न नावश्यकं चेत् न वक्तव्यं नो चेत् यत् यत् विवक्षितमस्ति तत् न अवबुध्यते इफ् यु से संथिङ्ग् दट् इस् नाट् नेसेसरि देन् दि इण्टेण्डेड् मीनिङ्ग् विल् नाट् बि कन्वेड् प्राक्टिकलि इफ् ऐ लुक् एट् इट् महोदय ऐम् जस्ट् बिकास् भवान् यत्किमपि वद व्यावहारिकरूपेण अहं चिन्तयामि तत्तु सत्यमेव खलु इट् विल् नेचुरलि डिफ्रेन्शियेट् टु मी फ्रम् आल् अदर् थिङ्ग्स् इफ् ऐ से रेड् लोटस् नो बट् दट् इस् नाट् मै इण्टेन्शन् रैट् यु हाव् टु अण्डर्स्टाण्ड् वर्ड्स् हाव् टु कन्वे द मीनिङ्ग् दट् ऐ इण्टेण्ड् विवक्षा सत्यं विवक्षा किमपि तु अस्ति एव तत् भवान् वदति सत्यं सो वक्ता भवेत् तत्र विवक्षा इति निकषा अस्ति सो द वर्ड्स् हाव् टु कन्वे द मीनिङ्ग् दट् इस् ओन्लि इण्टेण्डेड् नथिङ्ग् मोर् even though you can interpret it like that see that is how the purvapakshi is interpreting paramanu gandaha anyebhya sarvebhya vyavarteyati iti saha chinteyati kintu tadasham vaktavyam because if you say so if you use a visheshanam which is not required okay so I'll give you an example yadi अत्र एकमेव उत्पलमस्ति इति चिन्तयतु न अत्र उत्पलद्वयमस्ति इति चिन्तयतु एकं तु नीलमुत्पलम् अन्यस्तु रक्तमुत्पलम् इदानीम् उत्पलम् आनय इति यदि अहं वदामि भवतः मनसि क्लेशः जायते किम् उत्पलं भवता आनेतव्यम् इति नो चेत् यत्किमपि आनयति भवान् सत्यम् अस्तु तर्हि इदानीम् अहं वदामि नीलमुत्पलम् आनय किमपि संशयः नास्ति स्पष्टमस्ति कोऽपि संशयः नास्ति किन्तु इदानीमहं वदामि अत्र इदानीं भवतः पुरतः उत्पलद्वयमेव अस्ति तर्हि अहं वदामि बृहत् नीलम् उत्पलम् आनय इदानीं संशयः भवति वा न वा भवति महोदय भवति खलु अस्ति किन्तु बृहत् नीलमुत्पलम् आनय इति मया उक्तम् इति कृत्वा एतद् बृहत् वा न वा इति चिन्तनं जायते जायते संशयः सन्देहः भवति इति कृत्वा यदि एकमेव नीलमुत्पलमस्ति तर्हि नीलमुत्पलमानय इत्येव मया वक्तव्यं न तु बृहत् नीलमुत्पलम् अनावश्यकमस्ति अनावश्यकं चेदपि क्लेशः नास्ति इति न वक्तव्यम्। इदानीं क्लेशः अस्ति इति मया निरूपितं खलु, निरूपितमेव सत्यं। हा सो अनावश्यकं न वक्तव्यं, यु डोण्ट् यु शुड् नाट् से एनिथिङ्ग् दट् इस् अन्रिक्वैर्ड्। किन्तु यदि वदति अत्र नील उत्पलत्वम् इति वदामि चेत् तत्र गजात् व्यावर्तनार्थं नील उत्पलत्वम् इति मया न वक्तव्यं, केवलम् उत्पलत्वम् एव पर्याप्तम्। किन्तु नील उत्पलत्वम् इति उक्तत्वात् यदि अस्तु अत्र इदानीम् इतोपि एकम् उदाहरणं वदामि, नीलमुत्पलम् आनय इति यदि अहं वदामि तर्हि भवान् नीलमुत्पलम् आनयति, इदानीमपि भवतः पुरतः उत्पलद्वयमेव अस्ति, एकं तु नीलमुत्पलम् अन्यत्तु रक्तमुत्पलम्। तर्हि नीलमुत्पलम् आनय इति यदि अहं वदामि भवान् नीलमुत्पलम् आनयति उत्पलमेव। अस्तु इदानीम् अहं किं वदामि इति पश्यतु, नीलम् उत्पलं मा आनय इति अहं वदामि, डोण्ट् ब्रिङ्ग् द ब्लू लोटस्, विल् यु ब्रिङ्ग् एन् एलिफेण्ट्? न, किमपि न आनयामि। विल् यु ब्रिङ्ग् अ रेड् लोटस्? किमपि न आनयामि। न न दट् आल्सो, बट् वेन् ऐ एम् सेयिङ्ग् सम्थिङ्ग् टु यु, यु हव् टु अण्डर्स्टाण्ड् दि विवक्ष। डोण्ट् ब्रिङ्ग् द ब्लू लोटस् मीन्स् you need not bring anything at all, or you can bring a gaja, because when you are bringing a gaja you are not bringing the blue lotus, or you can bring red lotus. You understand? So there are three possibilities here, infinite possibility. Ha no, so let us say I am, there are two lotuses in front and there are some gaja, ashwa, so many things are there, and I told you utpalamanaya, you are trying to go and you are taking the blue lotus. At that time I am saying neela utpalam ma anaya. Then you will bring some other lotus, because earlier I said utpalamanaya, right? आम् इतिवृत्तं किमपि भवेत् खलु, काण्टेक्स्ट् नो यु सेइंग आई वांट टू ब्रिंग, डेफिनेटली वांट टू ब्रिंग उत्पल, बट हा करेक्ट, सो लाइक दैट दिस मा दिस इतर कॉसेस दैट काइंड्स ऑफ कंफ्यूजन्स, सो दिस इज द पॉइंट ही इज ट्राइंग टू मेक हियर। नित्यद्रव्य अवृत्तित्वं, नित्यद्रव्य इतर अवृत्तित्वं इत्यत्र परमाणुगंधः उदाहरणत्वेन न वक्तव्यः, वदति चेत् क्लेशाय भवति, द इण्टेण्डेड् मीनिङ्ग् इस् नाट् कन्वेड् इति वदति, सः एव विषयः। ओ अस्तु अस्तु, धन्यवादः महोदय। सो हि इस् फैण्डिङ्ग् फाल्ट् अण्ड् सेयिङ्ग् डोण्ट् से दट्, दिस् इस् द म्याटर् सरलरूपेण। अस्तु सर्वे चिन्तयन्तु, अग्रिमे वर्गे इतोपि अग्रे सरेम। सर्वेभ्यो नमस्कारः, धन्यवादः।